गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् गमनादौ द्रव्यस्यैव कर्मत्वयोग्यत्वम् इति पाठः तत्र गते वर्गे किम् अधीतम् इति चेत् द्रव्यवाचकपद द्रव्यवाचकपदमात्रस्य सकर्मकधातुयोगे कर्मत्वयोग्यता निर्वाहकत्वम् इति सिद्धम् इति तर्हि यत्र यत्र सकर्मकधातुप्रयोगः क्रियते तत्र सर्वत्र कर्मकारकत्वेन किं पदार्थं भवितुम् अर्हति इति चेत् द्रव्यमेव भवितुम् अर्हति पूर्वं मूर्तवाचकपदानि एव भवितुम् अर्हानि इति उक्तम् किन्तु तत्र परिष्कृत्य किमर्थं परिष्कारः इति चेत् आकाशं संयुनक्ति बालका इत्यत्र यद्यपि आकाशः मूर्तद्रव्यं नास्ति विभुद्रव्यमस्ति तथापि तस्मिन् आकाशे कर्मत्वं भवत्येव एतद्वाक्यं प्रामाणिकम् एव प्रामाणिकं नाम आकाशं संयुनक्ति बालका इति वाक्यं श्रुत्वा शाब्दबोधः जायत्येव इति कृत्वा मूर्तवाचकपदानि एव कर्मकारकाणि भवितुम् अर्हन्ति इति वदामश्चेत् आकाशे अव्याप्तिः भवति इति कृत्वा तत्र परिष्कारं कृतं द्रव्यवाचकपदमात्रस्य सकर्मकधातुयोगे कर्मत्वयोग्यता निर्वाहकत्वम् इति सिद्धम् इति तर्हि इतः पठनीयमस्ति 324th पेज् तत्र अधस्तात् पूर्वतनपरिच्छेदः अत्र च मात्रपदेन अत्र च इत्युक्ते यदुपरि उक्तं द्रव्यवाचकपदमात्रस्य इत्यस्मिन् समस्तपदे मात्रपदस्य अर्थः कः इति अस्तु मेहुल् महोदय आरम्भं करोतु अस्तु महोदय अत्र च मात्रपदेन साकल्यम् इतरनिवृत्तिः उभयं विवक्षितम् सर्वाणि द्रव्यवाचकानि योग्यतानिर्वाहकाणि गुणादिबोधकानि न इति तदर्थः अस्तु अत्र मात्रपदे द्रव्यवाचकपदमात्रस्य इत्यत्र मात्रपदेन साकल्यम् इतरनिवृत्तिः द्वयमपि विवक्षितम् इति अस्ति इतरनिवृत्तिः इत्युक्ते अन्येषां अन्यवाचकपदानां तत्र गणना नास्ति अपि च अन्य इत्यनेन अत्र ये द्रव्याः न सन्ति इति केवलं द्रव्यवाचकशब्दानाम् एव तर्हि अत्र गुणकर्मसामान्यविशेषसमवाय अभाव इति षट् पदार्थाः तेषां गणना नास्ति इति मन्ये उत्तमं अतः गुण आदिबोधकानि न इति अर्थः इति उक्तम् अत्र साकल्यम् इति पदस्य अर्थः कः साकल्यम् इत्युक्ते अत्र सः इति पदमस्ति खलु सः इत्युक्ते इन्क्लूडिङ्ग् इति अर्थः इतरनिवृत्तिः इत्युक्ते एक्स्क्लूडिङ्ग् मात्रपदेन किं विवक्षितम् इन्क्लूषन् अपि विवक्षितम् एक्स्क्लूषन् अपि विवक्षितम् केषाम् इन्क्लूषन् द्रव्यवाचकानाम् इन्क्लूषन् द्रव्यवाचकानां साकल्यम् गुणादीनां निवृत्तिः उभयमपि विवक्षितम् अस्तु अग्रे अयं विचारः प्रयोगसौकर्याय सङ्गणकादियन्त्रेषु अर्थयोग्यत्वनिर्णयाय च कृतः अन्ये च प्रयोगाः रसम् उत्पादयति रूपं नाशयति इत्यादयः न अनेन निर्वहन्ति चेदपि बहुत्र उपकारक अयम् इति विदुषां पुरस्तात् उपस्थापितः अयं विचारः इत्युक्ते अत्र द्रव्यवाचकपदमात्रस्य सकर्मकधातुयोगे कर्मत्वयोग्यतानिर्वाहकम् इति विचारः प्रयोगसौकर्याय सङ्गणकादियन्त्रेषु अस्तु सङ्गणकादियन्त्रेषु इत्युक्ते कम्प्यूटर् इति इति यन्त्रेषु अर्थयोग्यत्वनिर्णयाय च कृतः अर्थयोग्यत्वनिर्णयाय अस्तु योग्य अर्थस्य निर्णयं भवेत् अतः एव तादृशप्रयोगः अत्र विचारः कृतः इति खलु अस्तु अग्रे अग्रे उच्यतु तदनन्तरं पूर्वं किमस्ति इति पठेम अन्ये च अत्र अन्यप्रयोगाः अत्र रसम् उत्पादयति रूपं नाशयति तत्रापि अत्र तत्र रसम् अपि च रूपम् इति गुणः तर्हि गुणवाचकशब्दानां शब्देषु कर्मत्वम् आगच्छति तादृशप्रयोगाः न अनेन निर्वहन्ति चेद् अपि तथापि तर्हि एतादृशप्रयोगाः अत्र यत् विचारः अस्ति यत्र द्रव्यवाचकमात्रपदस्य एव कर्मत्वयोग्यत्वं तस्मिन्नेव कर्मत्वयोग्यत्वम् अस्ति इति नियमः यदा स्वीकुर्मः तर्हि रसमुत्पादयति रूपं नाशयति इत्यत्र द्रव्यवाचकपदेषु कर्मत्वयोग्यता आगच्छति तर्हि तत्तु विचारस्य विपरीतं भवति न अत्र रसमुत्पादयति इति उदाहरणं परिशीलयतु रसम् उत्पादयति तत्र द्रव्य अत्र उत्पादनम् इति उत्पादयति इति उत्पाद इत्युक्ते धातुः कः रसमुत्पादयति इत्यत्र रसम् इति वाक्यं तत् वाक्यस्य परिशीलनं करोतु उत्पादयति इति क्रियापदम् इत्पदि क्रियापदं रसम् इति द्वितीयविभक्ति अस्ति अतः कर्मपदं भवति खलु हा सत्यं तावदेव वक्तव्यं रसमुत्पादयति इत्यत्र उत्पादयति इति क्रियापदस्य कर्मकारकमस्ति रसम् रसम् इति कीदृशपदार्थः गुणः हा तर्हि इदानीमेव उक्तं खलु द्रव्यवाचकपदमात्रस्य सकर्मकधातुयोगे इदानीम् उत्पादयति इति वस्तुतः अत्र पद् इति धातुः इति सकर्मकधातुः किन्तु इदानीं रसम् इत्यत्र इति गुणे कर्मत्वमागतं तथैव रूपे एव अपि गुणे गुणवाचकशब्दे एव कर्मत्वमागतम् अतः तादृशप्रयोगाः न निर्वहन्ति एतेन विचारेण तथापि बहुत्र उपकारक अयम् इति विदुषां पुरस्तात् उपस्थापितः तर्हि एतद् भवति चेद् अपि अत्र रसमुत्पादयति उत्पादयति रूपं नाशयति इत्यादयः प्रयोगाः बहुत्र उपकारक भवति अतः इति नास्ति अत्र किं चिन्तनम् इति अवगम्य वदतु इदानीम् अस्माकं नियमः कः द्रव्यवाचकपदान् पदमात्रस्य एव कर्मत्वयोग्यतानिर्वाहकत्वम् अस्ति तेषु पदेषु एव तर्हि तदेव नियमः अत्र परिशील्य एतादृशनियमः अस्माभिः स्वीकृतः तर्हि इदानीं पूर्वपक्षी वदति रसमुत्पादयति इत्यत्र का गतिः अत्र अव्याप्तिः भवति खलु इति वदति द्रव्यवाचकमात्रपदस्य सकर्मकत्वयोगे इति चेत् अत्र रसमुत्पादयति इत्यत्र अतिव्याप्तिः अव्याप्तिः नास्ति अतिव्याप्तिः भवति खलु न अतिव्याप्तिः नास्ति अव्याप्तिः एव अव्याप्तिः भवति खलु इति वदति किमर्थं रसं द्रव्यं नास्ति गुणः इति कृत्वा तर्हि तदर्थं सः वदति यद्यपि एतादृशनियमः अस्माभिः कृतः अपि च स च नियमस्य उल्लङ्घनं रसमुत्पादयति इति इत्यादिस्थलेषु भवति चेदपि बहुत्र उपकारकम् अयं नियमः सामान्य अधिकाधिकं अत्र कर्मत्वं कर्मकारकं भवति किं भवति इति चेत् द्रव्यमेव भवति इति कृत्वा विदुषां पुरस्तात् एतद् मया उपस्थापितः एषः नियमः उपस्थापितः अस्तु तर्हि एतादृशप्रयोगः केवलम् अपवादरूपेण सामान्यतया तु द्रव्यवाचकपदानाम् एव कर्मत्वं भवति सत्यम् इति कृत्वा द्रव्यवाच वद अत्र मात्रपदमपि योजितं द्रव्यवाचकपदमात्रस्य इति उक्तत्वात् कोऽपि पृच्छति रस उत्पादे इति इत्यत्र का गतिः इति चेत् भवतु भोः अत्र मात्र इत्यनेन अधिकाधिकम् इति अवगच्छतु मात्रम् इत्युक्ते मात्र इत्यनेन यथा चक्षुर्मात्रग्राह्यो गुणः इत्यत्र मात्रपदं स्वीकृतं तावद् अत्र न तादृशमत्र न स्वीकरोतु अधिकाधिकम् इति अवगच्छतु अस्तु अग्रे हा तर्हि इदानीं रसमुत्पादयति रूपं नाशयति इत्यत्र निर्वाहः न भवति तर्हि इदानीं प्रथमवाक्यं पश्येम अयं विचारः प्रयोगसौकर्याय अधिकाधिकम् एतादृशमेव भवति इति कृत्वा अयं विचारः कृतः सङ्गणकादियन्त्रेषु अर्थयोग्यत्वनिर्वाहाय अर्थयोग्यत्वनिर्णयाय च कृतः तर्हि अत्र चकारेण किं किम् उक्तम् विचारः किमर्थं कृतः अर्थयोग्यत्वनिर्णयाय अपि च सौकर्याय प्रयोगसौकर्याय प्रयोगसौकर्याय अपि च अर्थयोग्यत्वनिर्णयाय सङ्गणकादियन्त्रेषु तादृशविचारः कृतः न सङ्गणकादियन्त्रेषु तादृशविचारः इति नास्ति विचारः अत्र प्रयोगसौकर्याय कृतः अर्थयोग्यत्वनिर्णयाय कृतः अर्थयोग्यत्वं कुत्र सङ्गणकादियन्त्रेषु अर्थयोग्यत्वनिर्णयाय च कृतः अर्थयोग्यत्वनिर्णयाय हा तत्र आगच्छामि तर्हि प्रथमं विचारः किमर्थं कृतः इति चेत् प्रयोगसौकर्याय यथा इदानीम् अस्माभिः दृष्टम् अधिकाधिकं द्रव्यवाचकपदानि एव पदार्थाः एव अत्र कर्मत्वयोग्यत्वं भवति इति कृत्वा प्रयोगसौकर्याय एतादृशविचारः कृतः इति एकम् इदानीं द्वितीयं सङ्गणकादियन्त्रेषु अर्थयोग्यत्वनिर्णयाय च कृतः सङ्गणकादियन्त्रेषु इत्युक्ते इदानीं सङ्गणकम् इति कम्प्यूटर् इति वयं जानीमः तत्र अर्थयोग्यत्वनिर्णयाय च कृतः तर्हि सङ्गणकम् इत्युक्ते सङ्गणकम् इति कर्तृवाचकपदत्वेन स्वीकृत्य एकं वाक्यं रचनीयम् इति भाति मम सङ्गणकं तु कर्मवाक् सङ्गणकं तु स्वयं द्रव्यमस्ति खलु सङ्गणकम् इति स्वयं द्रव्यमस्ति तर्हि सङ्गणके कर्मत्वम् आगन्तुं शक्यते एव रसेन आगच्छति किन्तु सङ्गणकं स्वयं द्रव्यमस्ति इति कृत्वा अत्र कर्मत्वम् आपतितुम् अर्थयोग्यत्वनिर्णयाय च कृतः इत्यत्र सङ्गणकादियन्त्रेषु सङ्गणकं तु द्रव्यम् अतः तत्र कर्मत्वयोग्यता अस्ति एव अहं सङ्गणकं पश्यामि इति भवति हा खलु अहं सङ्गणकम् उपयोगं करोमि सङ्गणकं मया उपयुज्यते इत्यत्र कर्मत्वयोग्यत्वमस्ति किन्तु अर्थयोग्यत्वम् इति उक्तम् अत्र कर्मत्वयोग्यत्वम् इति अनुत्वा अर्थयोग्यत्वम् इति उक्तम् अर्थयोग्यत्वं नाम किम् अहं चिन्तयामि तत्र सङ्गणकमपि अत्र चेतनवत् कार्यं करोति खलु. यद्यपि स्वयम् अचेतनमस्ति सङ्गणकम्. महोदय क्षम्यतां महोदय, पूर्वस्मिन् पुटे अन्तिम 3-2-3 तत्र अन्तिम लास्ट् बट् वन् लैन् अस्ति खलु, तत्र अर्थमात्रस्य निरूपयितुं शक्यात् इति अस्ति खलु. शक्यत्वात् तादृश अस्ति इति चिन्तयति. अस्तु अस्तु, अहं पश्यामि, इदानीं पश्यामि. पूर्ववदेव यं द्वितीया विषयत्व अर्थिका इति अत्रापि सर्वस्यापि पदस्य योग्यतानिर्वाहकत्वम् अर्थमात्रस्य निरूपयितुं शक्यत्वात्. हा, तर्हि तत्र ज्ञा इति धातुः, इश् इति धातुः यद्यपि स्वयम् अकर्मकधातुः अस्ति, तथापि तत्र ज्ञानं कस्मिन् विषये, तर्हि विषयं बोद्धुम् अत्र द्वितीयान्तपदं भवत्येव इति यथा उक्तम् अर्थमात्रस्य निरूपयितुं शक्यत्वात्. एवम् अत्र अर्थयोग्यतानिर्णयाय, किन्तु इदानीं वाक्यं किम्, अत्र उदाहरणं वाक्यं वक्तव्यं खलु. यथा अत्र सः पतनं जानाति इति वाक्ये यद्यपि ज्ञा इति धातुः अकर्मकः अस्ति, तथापि पतनं जानाति, वेदं जानाति इत्यत्र सकर्मकत्वम् अथवा कर्मत्वम् आगच्छति अकर्मकधातूनां. यथा तथा सङ्गणकादियन्त्रेषु अर्थयोग्यत्वनिर्णयाय इति उक्तम्. मम चिन्तनमस्ति सङ्गणकं तु स्वयम् अचेतनमस्ति, तदेव अहमपि चिन्तितवती. यन्त्रेषु तादृश सामर्थ्यम् अस्ति, अतः तादृशयन्त्रेषु इति. हा, इत्युक्ते सामर्थ्यं यद्यपि स्वयम् अचेतनमस्ति, किन्तु तत्र कर्तृत्वम् आगन्तुं शक्यते खलु. सङ्गणकं किमपि करोति, किं करोति, गणनं करोति इति तादृशयोग्यता इति मम चिन्तनम्. अत्र तावत् स्पष्टता नास्ति, इत्युक्ते अत्र उदाहरणवाक्यम् एकं दत्तं चेत् इतोपि समीचीनबोधः जायते. भवतु, चिन्तयामः. अस्तु, पूरयतु महोदय, अग्रे. इत्थमेव, अस्तु, इत्थमेव करणत्वसम्प्रदानत्वादिकारकस्वरूपपर्यायालोचनया स्वरूपपर्यालोचनया चेतनाचेतनद्रव्यद्रव्येतरादिविभागैः तत्र तत्र योग्यतानिर्वाहः कर्तव्यः इति दिक्. योग्यताभाव तन्निरूपणावसरे विस्तरेणोपपादितम्. अस्तु, इत्थमेव करणत्वसम्प्रदान इत्यादि कारकस्वरूप पर्यालोचनया आलोचनया चेतन अचेतन द्रव्य द्रव्येतर आदिविभागैः. अस्तु, तर्हि करणत्व अपि च सम्प्रदान इत्यादि कारकस्वरूप ये पदा यानि पदानि सन्ति तत्र योग्यता यानि पदानि सन्ति इति नास्ति. करणत्वसम्प्रदानत्वादिकारकस्वरूपपर्यालोचनया इत्युक्ते किम्? अत्र पूर्वस्मिन् परिच्छेदे किं चिन्तितं? पूर्वस्मिन् परिच्छेदे इति नास्ति, अस्मिन् पाठे किं चिन्तितं, कः विषयः? अस्मिन् पाठे तु अत्र कर्मकारकस्य कृते योग्यता कस्मिन् अस्ति इत्युक्ते द्रव्यवाचकपदे एव अस्ति इति. इत्युक्ते तत्र पदार्थाः सप्तविधाः खलु, तेषु पदार्थेषु कर्मत्वं तस्मिन् पदार्थे आगन्तुं योग्यम् इति पर्यालोचितम्. तत्र निश्चितमपि द्रव्येषु एव कर्मत्वम् अधिकाधिकं भवति इति निश्चितम्। तथा इदानीं करणत्वं सम्प्रदानत्वं सप्तपदार्थेषु केषु पदार्थेषु करणत्वं वा सम्प्रदानत्वा भवितुम् अर्हति इति पर्यालोचनं कृत्वा तया पर्यालोचनया हा इदानीं किं निश्चितम्? दयालोचन पर्यालोचनया चेतन अपि च अचेतन द्रव्य अपि च द्रव्य इतर आदिविभागैः तत्र तत्र योग्यतानिर्वाहः कर्तव्यः इति आगच्छति अपि च तेषां निरूपणं विस्तरेण अत्र योग्यता अभावस्थल उदाहरणं तत्र भवति वा इति तत्र पूर्वस्मिन् अत्र भवतः अवगमनं किं योग्यतानिर्वाहः कर्तव्यः इति दिक् तर्हि अत्र पर्यालोचनं कृत्वा ग्रन्थकारेण यथा कर्मत्वं द्रव्यवाचकपदानाम् एव भवति अधिकाधिकम् इति यथा निर्णीतं तथा करणत्वे सम्प्रदानत्वे किमपि निर्णीतं वा न न कर्तव्यः तत्र इत्युक्ते योग्यता कुत्र भवति चेतन अपि च अचेतनद्रव्य अथवा द्रव्य इतर कुत्रचित् भवति वा इति योग्यतानिर्वाहः कर्तव्यः अधुना तु न कृतम् इति हा तर्हि अनेन वाक्येन अस्माभिः अवगन्तुं शक्यते यद् पूर्वम् अस्माभिः निश्चितं सङ्गणकादियन्त्रेषु अर्थयोग्यत्वनिर्णयः इत्यत्र चेतन अचेतनविषये एव चिन्तितम्। तर्हि ग्रन्थकारः किं वदति यथा मया पूर्वं चिन्तितं तस्मिन् विषये चिन्तितं कर्मत्वं सप्तपदार्थेषु कर्मत्वम् अधिकाधिकं कुत्र भवति इति चेत् अधिकाधिकं द्रव्येषु एव भवति इति नियमः। कर्तृत्वं कुत्र कुत्र भवति चेतने एव भवति वा इति चेत् अधिकाधिकं चेतने एव भवति। तदेव पूर्वस्मिन् पाठस्य शीर्षकमासीत् योग्यता बहुत्र चेतनस्यैव इति उक्तं खलु। कर्तृत्वयोग्यता चेतनस्यैव अधिकाधिकं भवति इति एकः नियमः। कर्मत्वयोग्यत्वं द्रव्येषु एव अधिकाधिकं भवति इति नियमः किन्तु तेषाम् अपवादः तु भवत्येव। कर्तृत्वयोग्यत्वं चेतने एव इत्यस्य अपवादः कुत्र? दृष्टवन्तः आकाशः न इदानीमेव पठितं सङ्गणकादियन्त्रेषु कर्तृत्व अत्र चेतनेषु एव कर्तृत्वयोग्यता अधिकाधिकम् अस्ति इति नियमः। तस्य अपवादः कुत्र अस्ति इति चेत् सङ्गणकादिग्रन्थे सङ्गणकादियन्त्रेषु यद्यपि सङ्गणकादियन्त्रम् अचेतनमस्ति तथापि तत्र कर्मत्वं भवितुमर्हति खलु। सङ्गणकं करोति किं कर्तृत्वं खलु सत्यं कर्तृत्वमपि चिन्तितं खलु पूर्वस्मिन् पाठे योग्यता भवति वाहनं गच्छति इति सत्यं तर्हि अत्र कर्तृत्वविषये पर्याचलनं पर्यालोचनं ग्रन्थकारेण कृतं कृत्वा किं निश्चितम् इति चेत् कर्तृत्वम् अधिकाधिकं चेतनस्य एव भवति न तु द्रव्यस्य। यद्यपि चेतनः स्वयम् इत्युक्ते चेतनः स्वयं द्रव्यम् अस्ति तथापि नवद्रव्येषु आत्मनि एव कर्तृत्वं भवति इति यथा निश्चितं किन्तु तत्र अपवादाः भवन्ति एव यानं गच्छति इत्यत्र अथवा सङ्गणकं गणनं करोति इत्यत्र इत्यादिस्थलेषु अचेतनस्यापि कर्तृत्वं भवितुमर्हति यथा अपि च कर्मत्वं कुत्र भवितुमर्हति द्रव्येषु एव भवितुमर्हति अधिकाधिकं किन्तु तत्रापि अपवादः भवन्ति रसम् उत्पादयति रूपं नाशयति इत्यादिस्थले अपवादः यथा भवन्ति तथा करणत्वं सम्प्रदानत्वं सप्तपदार्थेषु कुत्र कुत्र भवति चेतने एव करणत्वं भवति वा तत्र इदानीं स्वचिन्तनं करोतु महोदय मेहुल् महोदय भवान् करोतु किं महोदय करणत्वं चेतने भवति वा अधिकाधिकम् अचेतने भवति वा अधिकाधिकम् अचेतने भवति इति अहं मन्ये उदाहरणं वदतु अस्तु अत्र चमसेन अहं खादामि इति अस्ति तर्हि दण्डेन घटः दण्डेन घटः आं सत्यं खलु तर्हि करणत्वम् अचेतने भवितुमर्हति चेतने भवितुमर्हति वा चेतने भवितुम् अर्हति उदाहरणं वदतु आं सत्यं पिता पुत्रेण तर्हि प्रेरणा भवति तर्हि कर्मत्वमेव भवति कर्मस्यैव गतिबुद्धिप्रत्यवसानार्थे तु कर्मत्वमेव प्राप्नोति करणत्वं हस्तेन खादामि इति वदेम चेत् तर्हि हस्तः इति करणं भवति तत्तु चेतन भवति वा न वा इति नास्ति खलु हस्तः इति किं शरीरस्य भागः अतः न शरीरस्य भागः इति भवतु शरीरमिति किम् अत्र पार्थिव अस्ति आत्मा नास्ति खलु आत्मनि आत्मा एव चेतनः तर्हि हस्तेन खादति इति चेदपि तत्र अचेतनः एव हस्तः पार्थिवद्रव्यमेव तर्हि इदानीम् अस्माभिः चिन्तयित्वा अधिकाधिकम् अचेतनमेव भवति इति वक्तुं शक्यते खलु करणत्वं करणत्वम् अचेतने एव भवति तर्हि इदानीं द्रव्याद्रव्ये द्रव्य इतर तर्हि इदानीं तत् तस्मिन् विषये चिन्तयतु करणत्वं द्रव्ये एव भवति वा अद्रव्ये एव भवति वा द्रव्ये बहुत्र द्रव्ये एव भवति इति मन्ये अन्यत्र यानि उदाहरणानि इदानीं भवता उक्तानि तानि एव अत्रापि उदाहरणानि खलु दण्डेन हस्तेन चमसेन इति एतत् सर्वं द्रव्यमेव किन्तु इदानीं द्रव्ये इतरं करणत्वेन भवति वा रसेन आनन्दम् अनुभवामि अथवा इति भवति वा भवितुमर्हति अर्हति खलु रसेन इति रसः इति गुणः तत्र करणं वा वयं खादामः तर्हि तस्मिन् यः रसः अस्ति तेनैव आनन्दम् अनुभवामः खलु अतः अहं चिन्तयामि तत्र रसः इति गुणकरणं भवति रसेन एव तत्र तु हेतुः अस्ति न तु करणं साधकतमं करणम् इति सूत्रेण अत्र करणत्वं प्राप्य तत्र कर्मणो तृतीया इत्यनेन तृतीया नास्ति हेतौ इति सूत्रेण तृतीया सत्यं सत्यं करणम् अपि च हेतुः अनयोः मध्ये भेदः वर्तते भवतु अत्र किम् आशयः इति चेत् एतादृशं चिन्तयित्वा अस्माभिः निर्णीतव्यः करणत्वम् अधिकाधिकम् अचेतने एव भवति अधिकाधिकं द्रव्ये एव भवति इति अस्तु एवं रमेश महोदय सम्प्रदानविषये भवान् चिन्तयतु महोदय सम्प्रदानम् अधिकाधिकं चेतने एव भवति इति अहं चिन्तयामि उदाहरणं वदतु रामाय ददामि इति हा खलु रामाय ददामि, कृष्णाय ददामि इति एव भवति, आसन्दाय ददामि इति न भवति। तर्हि सम्प्रदानत्वम् अधिकाधिकं चेतने, अपि च द्रव्यम् अद्रव्यम् इत्यत्र द्रव्ये एव भवति इति सत्यं, द्रव्ये द्रव्ये द्रव्ये एव उत्तमम्। तर्हि इदानीं सत्यभामा भगिनी। आं महोदय। करणत्वसम्प्रदानत्व आदि, तत्र आदिपदेन किं किं कारकं स्वीकर्तव्यम्? अपादानम् अपि च अधिकरण। अस्तु, तर्हि अपादानविषये भवती चिन्तयतु। वृक्षात् पर्णं पतति यत्र, तत्र अपादानकारकं वृक्षः अस्ति, तत्तु द्रव्यम् अचेतनम्। अवृक्षे चेतनमस्ति इति वक्तुं शक्यते खलु? तत्तु वृक्षः इति कीदृशपदार्थः? आत्मा वा? आत्मा अस्ति, तर्हि अचेतनः पार्थिवपदार्थः अस्ति। द्रव्यं करणत्वम्। तर्हि निगमनं करोतु, झटिति निगमनं करोतु। तत्र द्रव्यस्य एव चेतनचेतनयोः मध्ये अचेतनस्य एव अधिकाधिकम् अचेतनस्य द्रव्यस्य एव भवति एव भवति। अस्तु, अग्रे अधिकरणत्वम्। अधिकरणत्वं स्थाल्यां पचति, अत्रापि अचेतनः अपि अपि च द्रव्यं द्वयमपि एव तौ अधिकाधिकं भवति खलु? आम् आम्, सत्यम्। अस्तु, धन्यवादः भगिनि। धन्यवादः। तर्हि एवं योग्यतानिर्वाहः अस्माभिः कर्तव्यः इति दिक्। तर्हि ग्रन्थकारः करणत्वस्य, सम्प्रदानत्वस्य, अपादानत्वस्य, अधिकरणत्वस्य विषये न चिन्तयति, वयमेव चिन्तनं, अस्माभिः चिन्तना अस्माभिः चिन्तनीयः इति सः वदति। अस्तु, अग्रे महोदय, योग्यता अभावः। योग्यता अभावस्थल उदाहरणं तु तन्निरूपणावसरे विस्तरेण उपपादितम्। योग्यता अभावः कस्मिन् अस्ति इति यदि पश्यामः तत्र तत्र यत् उदाहरणं स्थल उदाहरणं तु तन्निरूपणावसरे यदा ते तस्य निरूपणं कुर्मः तत्र विस्तरेण तस्य उपपादनं भवति इति मन्ये। न भविष्यति इति वा अथवा पूर्वमेव कृतम् इति वा? कृतम् इति उपपादितम् इति। हा, उपपादितं चेत् कुत्र उपपादितं? तत्र उदाहरणं किम्? पत्नीना चिन्तयति इति वा महोदय? हा, उत्तमम् उत्तमम्। अग्निना सिञ्चति इत्यत्र अग्नौ योग्यता नास्ति खलु? सेचनक्रियां जातुं योग्यता नास्ति। किमर्थमिति चेत् अग्नौ द्रवत्वं नास्ति इति कृत्वा तत्र उदाहरणं चिन्तितम्। तर्हि अत्र टिप्पणीं लिखन्तु, अग्निना सिञ्चति इत्यत्र। अस्तु, उत्तमं। तर्हि योग्यताविषये सर्वम् अस्माभिः चिन्तितं। तर्हि योग्यता बहु किमपि अस्माभिः चिन्तितं। तर्हि प्रथमं तत्र योग्यता नाम का इति चेत् अर्थ अवबोधः योग्यता इति उक्तम्। अर्थ अबोध अबाधः क्षम्यताम् अर्थ अबाधः योग्यता इति चिन्तितं। तत्र बहु किमपि चिन्तयित्वा अत्र धातुं स्वीकृत्य, धातुम् अधिकृत्य केचन द्रव्याणि एव अत्र योग्यता भवन्ति इति अस्माभिः अधीतम्। तदनन्तरं तत्र गौः अश्वः इत्यत्र आकाङ्क्षा अभावः न, योग्यतास्वरूपम् इत्यत्र योग्यता बहुत्र चेतनस्यैव इति चिन्तितम्। ज्ञानादियोगे सर्वेषां कर्मत्वयोग्यत्वम् इति चिन्तितं, गमनादौ द्रव्यस्यैव कर्मत्वयोग्यत्वम् इति चिन्तितं, तदनन्तरं करणत्व सम्प्रदानत्व अधिकरणत्व अपादानत्वयो, तर्हि एतत् सर्वम् अत्र एकैकं कारकं स्वीकृत्य तत्र योग्यता कथं भवति इति सर्वम् अस्माभिः समीचीनतया आलोचितं, कुत्र योग्यता भवति कुत्र न भवति इति अपि योग्य इति अपि चिन्तितम् इति उक्तम्। अस्तु, अपि च अत्र नियमेन किमपि न स्वीकृतम्, अधिकाधिकं भवति इति एव चिन्तितम्। अस्तु, अग्रे गच्छेम। तर्हि इदानीं सत्यमो भगिनी अग्रे पठति वा सूक्तिललन्तिका? आम् महोदय, सूक्तिललन्तिका आकाङ्क्षा दीर्घोक्ति सूक्तिललन्तिका सूक्ति सूक्ति सवर्णदीर्घसन्धि सूक्तिललन्तिका आकाङ्क्षान्तरस्वीकारः आवश्यकः अत्र पुनरपि चिन्त्यते। आकाङ्क्षानिरूपणप्रसङ्गे सर्वस्मिन् वर्णने सर्वस्मिन् वर्णने यत्पदा तत्पदाभ्यां नामप्रकृतिः सुप्रत्ययः च प्रत्ययश्च उदाहरणाय गृहीतौ, तथैव धातुप्रकृतिरपि तिप्रत्ययेन अन्यतरसम्बन्धेन वैशिष्ट्यमावहन्ति शब्दबोधहेतुः शब्द इति एव पठति शब्दबोधहेतुरिति अपि उच्यते। अत्र सन्धिं विच्छेदं कृत्वा पठतु। शब्दबोधहेतुः इति अपि उच्यते यदा युज्यते उच्यते नास्ति युज्यते युज्यते यथा हि अव्यवहित उत्तरोत्तरत्वसम्बन्धेन अं पदं घटपदवत् इति ज्ञानम् आकाङ्क्षाज्ञानरूपं शाब्दबोधहेतुः तद्वदेव तेनैव सम्बन्धेन तिपदं व्याकरणप्रक्रियया संस्कृत यत्पदगं पदं तद्वद् इति आकाङ्क्षाज्ञानं कारणम् इति अवश्यं वाच्यम्। अत्र तर्हि वाक्यशः पश्येम। प्रथमं शीर्षकस्य आकाङ्क्षान्तरस्य स्वीकारः आवश्यकः इति, आकाङ्क्षा अन्तरस्य इत्युक्ते भिन्न आकाङ्क्षा इति अस्ति, तत्रापि अस्य अपि स्वीकारः आवश्यकः इति। तर्हि प्रथमम् अत्र आकाङ्क्षा नाम का? अव्यवहित उत्तरत्वपदसम्बन्धेन प्रकृतिप्रत्ययोः मध्ये आकाङ्क्षा वर्तते इति। पदान्तरव्यतिरेकप्रयुक्त अन्वय अभाव अनुभावकत्वम् आकाङ्क्षा इति उक्तं खलु, तदेव लक्षणं अननुभावकत्वमेव आकाङ्क्षा इति उक्तं। तत्र आकाङ्क्षा अन्तरस्वीकारः भिन्न आकाङ्क्षा अपि स्वीकर्तव्या इति अस्मिन् पाठे। अस्तु, अग्रे। अत्र पुनरपि चिन्त्यते, अतः अत्र अस्मिन् परिच्छेदे इति न अत्र इत्युक्ते आकाङ्क्षाविषये पुनः आकाङ्क्षाविषये इति किमर्थं पुनः चिन्तनमिति चेत् आकाङ्क्षान्तरस्वीकारः आवश्यकः अस्ति इति कृत्वा अत्र आकाङ्क्षाविषये यत् पूर्वं चिन्तितं तस्मिन् विषये पुनरपि चिन्त्यते। आकाङ्क्षानिरूपणप्रसङ्गे सर्वस्मिन् वर्णने यत्पदतत्पदाभ्यां नामप्रकृतिः सुप्रत्ययप्रत्ययः च उदाहरणाय गृहीतौ. इत्युक्ते उदाहरणाय सुप्रत्ययस्य उदाहरणाय गृहीतौ नामप्रकृतिः यत्पदतत्पदाभ्यां नामप्रकृतिः उदाहरणाय स्वीकृतः इति. तत्रापि आकाङ्क्षानिरूपणप्रसङ्गे सर्वस्मिन् वर्णने, सर्वस्मिन् इत्यनेन यत्पदतत्पदम् इति चिन्तयामि. सर्वनामशब्दानि इति नास्ति, नास्ति सर्वेषाम् इति अर्थः वा? सर्वस्मिन् इत्यस्य कः? सर्वत्र इति अर्थः. तत्र आकाङ्क्षानिरूपणं कृतं खलु पूर्वस्मिन् पाठे, तत्र बहुविधा अस्माभिः चिन्तितं. तत्र सर्वत्र यत् इति अनयोः प्रकृतिप्रत्यय इति अर्थं वा? यत्पद तत्पदाभ्याम् इति यत् खडपदं तत् वदतु. इदानीम् अहं चिन्तितवती यत् घटपदं तद् अत्र कथं वक्तव्यम्? अहम् एवं चिन्तितवती यत्पद तत्पदाभ्याम् इति यद् उक्तं तत्र ते ओ तौ अपि सुप्रत्ययस्य उदाहरणम् इति वा? न अवगतवती तत् यत्पदतत्पदाभ्याम्. एकनिमिषं, यत्पदतत्पदाभ्याम् इत्यत्र तृतीया भवतु, मया उक्तं यत्पदतत्पदाभ्याम् इत्यत्र विभक्तिवचनं किम्? तत्पदाभ्याम् इति अस्ति, अतः नास्ति. द्विवचनम् अस्ति, द्विवचनं तत्पदाभ्याम् इत्यत्र गृहीतौ कर्तृत्वं बोधयति. तदाभ्यां नाम प्रवृत्तिः गृहीतौ इत्युक्ते ते तेषां ते तयोः न भवति, ताभ्यां तृतीयायाम् आगच्छति वा? तत्पदाभ्यां नाम प्रकृतिः इति कर्म बोधयति. भवती समीचीनतया न पठति. अत्र द्विवचनं यत्पद तत्पदाभ्याम् इति द्विवचनं, द्विवचनम् इति ज्ञातवती. हा सत्यं, तर्हि द्विवचनम् उक्तम् इति कृत्वा पदार्थद्वयम् अत्र वक्तव्यं खलु. तर्हि तौ कौ? यत्पदं तत्पदं तदपि बुद्धं महोदय. इति नास्ति भगिनि, यत्पदेन किमुक्तं तत्पदेन किमुक्तम्? प्रकृति न न न न आकाङ्क्षा दौ पदयोः वर्तते इति वा? अत्रैव दत्तमस्ति खलु यत्पद तत्पदाभ्यां नाम प्रकृतिः सुप्रत्ययः प्रत्ययस्य उदाहरणाय गृहीतौ नामप्रकृतिः इति नामप्रकृतिः उक्तम् इति नास्ति. नामप्रकृतिः इति एकः एव खलु, तत्र नामप्रकृतिः इति कस्मिन् वचने अस्ति? एकवचने अस्ति. तर्हि अत्र पदाभ्याम् इत्यनेन यत् इति पदेन तत् इति पदेन नामप्रकृतिः एव उक्तः इति नास्ति. पुनः पठतु नामप्रकृतिः. नामप्रकृतिः सुप्रत्ययः च. ओके, अत्र सुप्रत्ययोश्च उदाहरणाय इति मिलित, अतः एव अहं पुनः पुनः वदामि सन्धिं विच्छेदं कृत्वा पठतु इति. इदानीम् अवगतम्. प्रत्ययश्च उदाहरणाय इदानीं यत्पदतत्पदाभ्यां नामप्रकृतिः सुप्रत्ययः च उदाहरणाय गृहीतौ. इदानीं पदाभ्याम् इत्यत्र का विभक्तिः? भ्याम् इति प्रत्ययस्य विधानं केषु विभक्तिषु भवति, कासु विभक्तिषु भवति? तृतीया, चतुर्थी, पञ्चमी. हा, चतुर्थी विधानं कस्मिन् अर्थे भवति? यत्र सम्प्रदानं सम्प्रदानार्थे, सम्प्रदानकारकार्थे, सम्प्रदानकारकार्थे अत्र अत्र सम्प्रदानं भवति भवति वा? न भवति सम्प्रदानं. अपादानमपि नास्ति. अपादानार्थे अत्र अपादानं भवितुम् अर्हति वा? न भवति. तर्हि किं? तर्हि तृतीया एव भवति. कस्मिन् अर्थे? करणार्थे भवति. करणार्थे अथवा हेत्वर्थे? तर्हि यत् अपि च तत् इति पदं हेतुः. यत्पदतत्पदाभ्यां हेतुभ्यां नामप्रकृतिः सुप्रत्ययः च उदाहरणाय गृहीतौ इति उक्तं. तर्हि यत्पदेन नामप्रकृतिः स्वीकृतः, तत्पदेन सुप्रत्ययः गृहीतः. नामप्रकृतिः सुप्रत्ययः. इत्यस्य उदाहरणं किम्? नामप्रकृतिः सुप्रत्ययः. खडम् अपि अत्र खडपद अम्पदम्. उत्तमम्, उत्तमं. घट इति नामप्रकृतिः, घटम् इति वाक्यं. घटम् इति तत्र लिखन्तु, घटम् इति लिखन्तु. घटं घट इति नामप्रकृतिः, अम् इति सुप्रत्ययः. तर्हि तयोः मध्ये आकाङ्क्षा भवेत् खलु? भवेत्. किमर्थम् इति चेत् घट इति नामप्रकृतिः द्रव्यमस्ति इति कृत्वा तस्मात् परम् अम् इति सुप्रत्ययः भवितुम् अर्हति. किमर्थं? द्रव्यम्, द्रव्यवाचकपदमात्रस्य सर्वसकर्मकधातुयोगे कर्मत्वयोग्यता निर्वाहकत्वम् इति अधीतं खलु? खलु इति कृत्वा, इति कृत्वा नामप्रकृतिः सुप्रत्ययः इत्यत्र यत्पद. तर्हि तत्र तयोः मध्ये आकाङ्क्षा वर्तते. आम् वर्तते. एवम् अग्रे तथैव तथैव धातुप्रकृतिर् प्रकृतिः अपि तिप्रत्ययेन अन्यतरसम्बन्धेन वैशिष्ट्यं वैशिष्ट्यम् आवहन्ति. शब्दहेतुः इति अपि युज्यते. तथा एव यथा इदानीं घट योगः अम् अत्र प्रकृतिप्रत्ययोः आकाङ्क्षा वर्तते इति यथा उक्तं तथा अत्र उदाहरणं किं? पचति इति. हा सत्यम्. अथवा घटं घटम् आनयति. घटम् आनयति इति नी धातोः अपि च तिङ् प्रत्ययोः. नी इति धातुः, ति इति प्रत्ययः, आनयति इति उदाहरणं लिखन्तु. आनयति, घटम् आनयति इत्यत्र घट अपि च अम् इत्यनयोः नामप्रकृति सुप्रत्ययोः मध्ये आकाङ्क्षा. एवं धातुप्रकृतिः ति प्रत्ययः अन्यतरसम्बन्धेन, अन्यतरसम्बन्धः इत्युक्ते भिन्नसम्बन्धः, सम्बन्धः अत्र न उक्तम्. भिन्नसम्बन्धः नास्ति, अन्यतर इत्युक्ते परस्पर इति अर्थः. परस्पर, ओके. वैशिष्ट्यम् अवगाहन्ति शाब्दबोधहेतुः इति तत्र नामप्रकृतिः अपि च सुप्रत्ययः अनयोः मध्ये आकाङ्क्षा वर्तते. धातुप्रकृतिः अपि च तिप्रत्ययः अनयोः मध्ये अपि आकाङ्क्षा वर्तते इति विशिष्टज्ञानम् इति. वैशिष्ट्यम् अवगाहन्ति शाब्दबोधहेतुः इति अपि युज्यते. तर्हि तत्र तत्रापि शाब्दबोधार्थम् अत्र एतेषु पदेषु अपि परस्परम् आकाङ्क्षा वर्तते इति वक्तव्यम्. अस्तु अग्रे. यथा हि यदा हि अव्यवहित उत्तरत्वसम्बन्धेन अम्पदं घटपदवत् इति ज्ञानम् आकाङ्क्षाज्ञानरूपं शब्दबोधहेतुः तद्वदेव शाब्दबोधहेतुः क्षम्यता शाब्दबोधहेतुः तद्वदेव यथा हि अव्यवहित उत्तरत्वसम्बन्धेन अम्पदं घटपदवत् तत् वयं पठितवन्तः तदा अत्रापि वक्तव्यं वा महोदय यथा हि अव्यवहित अम्पदं घटपदे केन सम्बन्धेन अम्पदवत् अम्पदं घटपदवत् इति ज्ञातम् अम्पदं केन अव्यवहित उत्तरत्वसम्बन्धेन अम्पदं घटपदे इति अम्पदघटपदयोः मध्ये सम्बन्धः उक्तः अस्ति अत्र आकाङ्क्षा कीदृशी इत्यस्य सम्बन्धः अम्पदम् अव्यवहित उत्तरत्वसम्बन्धेन घटपदे अस्ति तादृशं तदा हि भवती पठति किन्तु अन्यत् किमपि अवगच्छति अत्र ज्ञानस्य आकारः कः घटम् इति शब्दबोधः अत्र अव्यवहित उत्तरत्वसम्बन्धेन अम्पदं घटपदे अस्ति इति ज्ञानं किमर्थं घटपदे अस्ति इति वदति घटपदवत् इति अस्ति घटपद घटपदम् इति न घटपदवत् इति अस्ति खलु महोदय घटपदवत् इत्यस्य अर्थः कः घटम् इति यदा वदामः तत्र घटपदे कर्म घटे कर्मत्वम् इति घटम् इति घटपद अस्तु एकनिमिषम् आश्रयः इति एकनिमिषं वत् इति प्रत्ययस्य अर्थः कः अत्र अस्य अस्ति अस्मिन् वा इति हा खलु तर्हि तादृशं प्रतिपादयतु घटपदवत् किं घटपदवत् अम्पदं घटपदवत् हा अम्पदं घटपदवत् इत्युक्ते किं कस्मिन् अस्ति भूतलं घटवत् इति यदि अहं वदामि किं कस्मिन् अस्ति भूतले घट अस्ति भूतलं घटवत् इत्यत्र भूतलं घटे अस्ति इति वा भूतले घटमस्ति इति घटः भूतले अस्ति न इति अस्तु भूतलं घटवत् इति वाक्यं श्रुत्वा किं कस्मिन् अस्ति भूतले घटमस्ति इति ज्ञानम् किं कस्मिन् अस्ति घटः भूतले अस्ति घटः भूतले अस्ति एवम् अम्पदं घटपदवत् इति वाक्यं श्रुत्वा किं कस्मिन् अस्ति घटः अम्पदे अस्ति इति किमर्थं घटः इति घटपदम् घटपदम् अम्पदे अस्ति इदानीम् एतावत्पर्यन्तं भवती किम् उक्तवती अम्पदं घटपदे अस्ति अम्पदं घटपदे अस्ति इति उक्त वदन्ती अस्ति घटपदवत् इत्यत्र अस्य अस्मिन् वा इति विपरीतरीत्या चिन्तितवती वा हा अतः किञ्चित् सावधानतया पठनीयम् तर्हि घटपदम् अम्पदे अस्ति केन सम्बन्धेन अव्यवहित उत्तरत्वसम्बन्धेन हा अव्यवहित उत्तरत्वसम्बन्धेन इत्युक्ते अत्र किं पदम् उत्तरे अस्ति अम्पद उत्तरे अस्ति हा तर्हि समीचीनतया अवबोधः जायेत अव्यवहितत्व उत्तरत्वसम्बन्धेन अम्पदं घटपदवत् भवति यदि घटपदम् अम्पदे वर्तते इति आशयः अस्ति, तर्हि अव्यवहितत्व पूर्वत्वसम्बन्धेन घटपदम् अम्पदे वर्तते इति वक्तव्यम्। किन्तु इदानीं किम् उक्तम्? अव्यवहितत्व उत्तरत्वसम्बन्धेन अम्पदं किं भवति? घटपदवद् भवति खलु इति ज्ञानम् आकाङ्क्षाज्ञानरूपं शाब्दबोधहेतुः इति उक्तं। तर्हि घटपदस्य अव्यवहित उत्तरत्वसम्बन्धेन अम्पदं वर्तेत यदि तादृशं भवति तदा एव शाब्दबोधः जायते। तर्हि आकाङ्क्षा वर्तते, कीदृश आकाङ्क्षा? अम्पदम् अव्यवहित उत्तरत्वसम्बन्धेन घटपदे भवेत्, घटपदे भवेत् तदा एव अम्पदं घटपदवद् भवति इति आकाङ्क्षा। तादृश आकाङ्क्षा शाब्दबोधहेतुः, अवगच्छति खलु? इदानीं विपरीतमपि वदतु महोदय, पूर्व अव्यवहितपूर्वत्व एतद् अवगच्छामि, विपरीतम् अपि अस्ति खलु? पूर्व सत्यं विपरीतमपि अस्ति, किन्तु अत्र अस्मिन् वाक्ये किमुक्तम्? अन्यतरसम्बन्धः अस्ति खलु? अम्पदम् अव्यवहित उत्तरत्वसम्बन्धेन घटपदवत् भवति, घटपदम् अव्यवहितपूर्वत्वसम्बन्धेन अम्पदवत् भवति इति परस्पर आकाङ्क्षा वर्तते खलु? परस्पर आकाङ्क्षा, तादृश आकाङ्क्षा अपि शाब्दबोधहेतुः। तद्वदेव अग्रे तद्वदेव तेनैव सम्बन्धेन, तेनैव सम्बन्धेन इत्युक्ते अव्यवहित उत्तरत्वसम्बन्धेन एव? सत्यम्, अव्यवहित उत्तरत्वसम्बन्धेन तीपदं व्याकरणप्रक्रियया संस्कृत यत् गं पदं तद्वत् इति आकाङ्क्षाज्ञानं कारणम् इति अवश्यं वाच्यं। तद्वदेव तीपदं व्याकरणप्रक्रियाया संस्कृत यत् पदम् इत्युक्ते यत् गं पदम् इति यत् तिङ् सुप्तिगन्धं पदम् इति इत्यत्र यत् गं धातुः अस्ति तत् तर्हि अत्र इदानीम् आकाङ्क्षाज्ञानम्, अत्र आकाङ्क्षाज्ञानमिति उक्तं खलु, तस्य ज्ञानस्य आकारः कः? पदयोः मध्ये आकाङ्क्षा वर्तते इति आकाङ्क्षा आकारः पूर्वम् अव्यवहित उत्तरत्वसम्बन्धेन अम्पदं घटपदे वर्तते इति ज्ञानम् गच्छति इति पुनः तदेव प्रश्नं करोति, अम्पदं घटपदे अव्यवहित उत्तरत्वसम्बन्धेन वर्तते इति न वक्तव्यम्? घटपदवत् क्षम्यता, घटपदवत् अव्यवहित उत्तरत्वसम्बन्धेन अम्पदं घटवत् घटपदवत् भवति यथा इति ज्ञानं खलु तत्र आकाङ्क्षा, आकाङ्क्षा इति ज्ञानं, ज्ञानं ज्ञानस्य आकारः कः इति चेत् अव्यभेद उत्तरत्वसम्बन्धेन अम्पदं घटवदवत् इति ज्ञानं। अस्तु महोदय वदतु। गच्छति इति वाक्यमस्ति नैयायिकरीत्या, तत्र गम्पदे गम्पदस्य अनन्तरं ति इति पदमस्ति, अतः गच्छति इति आकारः भवति, तत्र गम्पदम् इति अव्यवहितोत्तरपूर्वत्वसम्बन्धेन तीपदं तीपदे वर्तते इति भवति। यथा पूर्वं लिखितं तथैव वक्तव्यम्, तर्हि अव्यवहितोत्तरसम्बन्धे अव्यहितोत्तरत्वसम्बन्धेन अत्र तीपदं गम्पदवत् उत्तमम् That is all that I am trying to get out. Abhyavahita uttaratva sambandena tipadam gampadavat. Iti akanksha jnanam shabda bodhe hetuhu. Tadeva anyatara svikaraha avashyakaha iti uktam. Purvam akankshayam kim chintitam iti chet. अव्यवहित उत्तरत्व सम्बन्धेन अम्पदं घटवत् इति ज्ञानं यज्ञानम् आकांक्षा यज्ञानम् आकांक्षा इति कथ्यते तज्ज्ञानं यथा शाब्दबोधस्य हेतुः तथा अव्यवहित उत्तरत्व सम्बन्धेन तिपदं गम्पदवत् इति आकांक्षा ज्ञानम् अपि कारणं शाब्दबोधकारणं शाब्दबोधहेतुः इति अवश्यं वाच्यम् तत्र पूर्वे नामप्रकृतिः सुप्रत्ययः तस्मात् परे अधुना अत्र धातुप्रकृतिः तस्मात् अनन्तरं तिप्रत्ययः तिप्रत्ययः हा इत्यत्रापि आकाङ्क्षा वक्तव्या इति ग्रन्थकारः वदति तत्रापि आकाङ्क्षा पूर्वम् आकाङ्क्षनिरूपणप्रसङ्गे सर्वस्मिन् वर्णने यत्किमपि चिन्तितं तत्र एतादृशचिन्तनं न कृतं खलु अत्र अव्यवहितत्वमपि भवेत् तदा अव्यवहितत्वसम्बन्धेन अत्र अम्पदं घटपदवद् भवति अव्यवहितपूर्वत्वसम्बन्धेन घटपदम् अम्पदवद् भवति इति एतत् सर्वं चिन्तितं पूर्वस्मिन् प्रसङ्गे किन्तु किं न चिन्तितम् इति चेत् अव्यवहित उत्तरत्वसम्बन्धेन तिपदं गम्पदवत् अथवा अव्यवहितत्वपूर्वकसम्बन्धेन गम्पदं तिपदवत् इति न चिन्तितं किन्तु तदपि चिन्तनीयं तत्रापि आकाङ्क्षा वर्तते इति ग्रन्थकारः वदति तदेव आकाङ्क्षान्तरस्वीकारः आवश्यकः अत्र आकाङ्क्षान्तरं किम् इति चेत् अव्यभेद उत्तरत्वसम्बन्धेन तिपदं गम्पदवत् इति ज्ञानम् आवश्यकम् तदा एव शाब्दबोधः जायते एवम् अव्यभेदपूर्वत्वसम्बन्धेन गम्पदं तिपदवत् इति ज्ञानम् आवश्यकं तज्ज्ञानं नास्ति चेत् शाब्दबोधः न जायते इति वदति अवबुध्यते खलु सत्यमा भगिनी आं महोदय हा तर्हि अत्र क्रमेण चिन्तयतु भगिनि मध्ये भवती किं चिन्तयति अत्र पदेन अत्र प्रतिपदं गन्तव्यम् अतः एव मया उक्तं कारकवर्गे अपि आगच्छन्तु इति तर्हि अत्र यत्पद तत्पदाभ्याम् इत्यत्र यद्वितीयाविभक्तिः यदि या विभक्तिः दृश्यते तद् तृतीया वा चतुर्थी वा पञ्चमी वा पञ्चमी चेत् कस्मिन्नर्थे तृतीया चेत् कस्मिन्नर्थे इति एतत् सर्वम् अवगन्तव्यं तदा अवबोधः जायते अस्तु समीचीनम् अग्रे गच्छामि रमेश महोदय तथापि महोदय अत्र ध्वनि अधिकम् अस्ति बहिः अस्मि तर्हि न को इति वा अस्तु तर्हि भवान् शृणोतु मेहुल् महोदय अग्रे पठतु तथापि पूर्वोक्तविवरणे अकर्मकाः ज्ञानादिधातवः द्वितीया साकांक्षः इति प्रयोगः कृतः अस्तु पुटसङ्ख्या त्रयोविंशति अधिकत्रिशततम् आम् अत्र ज्ञा अपि च इष् धातु तर्हि तत्र उदाहरणं किम् आसीत् घटं जानाति अथवा घटम् इच्छति इति उत्तमं हा यद्यपि ज्ञा इति धातुः अकर्मकधातुः तथापि तेषां द्वितीया आकाङ्क्षा वर्तते तत्रैव अर्थयोग्यता इति उक्तं खलु अस्तु अग्रे तस्मिन् पुटे निरूपयति इत्यत्रापि द्वितीया साकाङ्क्षत्वम् अस्ति इति उल्लिखितम् इह तु धात्वाख्यातयोः धात्वाख्यातयोः निरूपयति इत्यनेन ग्रहणं कृतम्। अस्तु, धातु अपि च आख्यातम् इत्यनयोः निरूपयति इत्यनेन ग्रहणं कृतम्। अस्तु, जानाति इत्यत्रापि आख्यातान्तम् एव गृहीतम्। एकनिमिषं, तत्र किम् निरूपयति इत्यत्र द्वितीय साकाङ्क्षत्वम् अस्ति इति उल्लिखितम्। निरूपयति इष् धातुतः ज्ञा धातुतः एवं निरूपयति इत्यत्रापि द्वितीय आकाङ्क्षा वर्तते इति उक्तं खलु। तत्र कथम् इह तु इह इत्युक्ते कुत्र? इह इत्युक्ते निरूपयति इत्यत्र। उत्तमं, निरूपयति इत्यत्रापि इत्यत्रापि धातु अपि च आख्यातयोः ग्रहणं कृतं निरूपयति इत्यस्मिन् धारणे इत्यनेन। अत्र आख्यातं किं, धातुः किम्? धातुः इति रूपधातु इति अस्ति, रूप नी उपसर्ग, नी उपसर्गपूर्वक रूप धातुः, रूप धातु। अपि च अत्र चुरादिगणे स्थितः ति इति तिन् प्रत्ययः, परन्तु अय अय इति विकरणप्रत्ययः। तद्भवतु, रूपसिद्धौ इदानीं, किन्तु आख्यातप्रत्ययः कः अत्र? ति इति। उत्तमम्, इत्यनेन ग्रहणं कृतम्। अस्तु, अग्रे जानाति इत्यत्रापि आख्यान्तान्तमेव गृहीतं, तत्रापि ज्ञा तस्मिन् पदे ति इति आख्यातं, तर्हि ज्ञा जानाति इति आख्यातान्तम् एव गृहीतम्। पुनः द्वितीयासाकाङ्क्षत्वं च निर्वर्णितम्। तत्र आशयः कः महोदय? आख्यातान्तमेव गृहीतम् इति उक्तत्वात् आका अत्र आशयः कः? इत्युक्ते अत्र साकाङ्क्षा वर्तते एव, धातु अपि च धातुप्रकृतिः अपि च प्रत्ययः इत्यनयोः मध्ये साकाङ्क्षा वर्तते अत्र। न, तत्तु भवतु, किन्तु आख्यातान्तमेव गृहीतम् इति उक्तं खलु, आख्यातान्तम् इत्यस्य अर्थः कः? अथवा टि इति आख्यातप्रत्ययः अस्ति, आख्यातप्रत्ययस्य अर्थः कः? अत्र आख्यातप्रत्ययः तेन चर्चितवन्तः खलु, आख्यातम् इत्यनेन कृतिः इति। उत्तमम्, आख्यातः आख्यातप्रत्ययस्य अर्थः कः इति चेत् कृतिः खलु। किन्तु किन्तु सर्वत्र आख्यात आख्यात आख्यात्यप्रत्ययस्य ति इति प्रत्ययस्य तिप्रत्ययस्य कृतिः इति अर्थः वा? कुत्र तादृश अर्थः नास्ति? अकर्मकधातुषु तादृश अर्थः। उत्तमम्, हा, अकर्मकधातुः धातोः ति इति प्रत्ययस्य कृतिः इति अर्थः नास्ति। इत्युक्ते रामः अस्ति इत्यत्र ति इति प्रत्ययः अस्ति, तस्य अर्थः कृतिः इति नास्ति खलु। अत्र अत्र आसनम् इति क्रिया जायते, तस्याः क्रियायाः कारणं रामे विद्यमानकृतिः इति अर्थः नास्ति। सकर्मकधातोः तादृशं भवति, आख्यातप्रत्ययस्य कृतिः भवति अर्थः। अकर्मकधातोः आख्यातप्रत्ययस्य कृतिः अर्थः नास्ति। तदनन्तरं यद्यपि ज्ञा इति धातुः इष्य इति धातुः निरूपयति अपि च कारयति इति एतादृशसन्दर्भेषु ति इति प्रति अत्र एते एते धातवः अकर्मकाः, तथापि तथापि किम् आख्यातान्तं हरिः ओम् हा तत् आख्यान्तान्तम् एव गृहीतम् इति तथा तु हा इत्युक्ते कृतिरेव अर्थः इति स्वीकृत्य कृतिः तर्हि एवं मनसि चिन्तनीयं प्रथमं सकर्मकधातोः यः आख्यातः यः प्रत्ययः तिप्रत्ययः वर्तते तस्य अर्थः तस्य नाम किम् आख्यातम् इति तस्य अर्थः कः कृतिः इति अर्थः सकर्मकधातोः किन्तु अकर्मकधातूनाम् अत्र आख्यातार्थः न स्वीकरणीयः किमर्थमिति चेत् अकर्मकधातूनां तत्र कृतिः इति न वक्तव्यम् इत्युक्ते रामः स्वपिति इत्यत्र स्वप् इति धातुः अकर्मकधातुः तर्हि अत्र कृतिं भूत्वा सः क्रियां करोति इति वा इति नास्ति खलु रामः स्वपिति इति इत्यत्र सः एवमेव अत्र शयनं करोति तदनन्तरं कदा स्वपिति इति सः अपि न जानाति खलु तर्हि स्वापनक्रियायाः कृतिः आवश्यकता कृतिः इच्छा अस्ति चेदेव भवति इच्छा ज्ञानमस्ति चेदेव भवति इति नास्ति स्वभावतः एतत् सर्वं भवति तर्हि अधिकाधिकम् अकर्मकधातूनां कृतिः अर्थः नास्ति तर्हि अकर्मकधातुभ्यः यः तिप्रत्ययः विधीयते तस्य प्रत्ययस्य आख्यातान्तार्थः नास्ति तर्हि आख्यातान्त अर्थः इत्युक्ते कृतिः इति अर्थः किन्तु यद्यपि ज्ञा इति धातुः इष् इति धातुः निरूपयति इत्यत्र कारयति इत्यत्र यद्यपि अकर्मकधातुः अस्ति तथापि अत्र आख्यातान्तमेव गृहीतम् इत्युक्ते कृतिरेव अर्थः इति स्वीकृतम् अवबुध्यते खलु आख्यातान्तमेव इत्युक्ते कृतिरेव लिखिष्यामि अत्र पुस्तके कृतिरेव अर्थः इति गृहीतम् तादृशम् अर्थः केवलमत्र वाक्यं पठित्वा न अवगच्छामि अतः किञ्चित् चिन्तनीयम् अत्र ग्रन्थकारः किं करोति पूर्वम् एतत् सर्वं प्रतिपादितं खलु तर्हि अत्र ग्रन्थकारः किम् अस्यूम् करोति इति चेत् भवन्तः जानन्ति तर्हि आख्यातान्तं नाम किम् इति भवन्तः जानन्ति केवलं पि इति प्रत्ययः एव मनसि आगच्छति तस्य अर्थः भवेत् इति न आगच्छति आख्यातान्तम् इत्यस्य अर्थः कः इति चेत् कृतिः इति अर्थः तर्हि औत्सर्गी नियमः कः सकर्मकधातूनां तिप्रत्ययस्य सकर्मकधातो धातु धातोः यदि तिप्रत्ययस्य तिप्रत्ययं योजयामः तदा कृतिः इति तिप्रत्ययस्य अर्थः अकर्मकधातु धातोः धातोः यदि तिप्रत्ययः योजयामः तदा तस्य प्रत्ययस्य कृतिः इति अर्थः नास्ति किन्तु ज्ञा इष् निरूपयति कारयति इति एते धातवः ये स्वयम् अकर्मकाः सन्ति तेषां का गतिः इति चेत् पुनः आख्यातान्तम् इत्युक्ते कृतिरेव अर्थः इति आगच्छति ये औत्सर्ग उत्सर्गः अपवादः अपवादस्य अपवादः द्वितीय साकाङ्क्षत्वं च वर्णितम् तर्हि यावत्पर्यन्तं द्वितीयां न वदेम केवलं रामः निरूपयति इति वदामश्चेत् शाब्दबोधः न जायते आकाङ्क्षा न पूरिता किं निरूपयति इति प्रश्नः उदेति यावत्पर्यन्तं तन्न उक्तं तावत्पर्यन्तम् आकाङ्क्षा शमना न भवति एवं रामः जानाति रामः इच्छति किमिच्छति किं जानाति इति यावत्पर्यन्तं न वदेम तावत्पर्यन्तम् आकाङ्क्षा न पूरिता भवति इति कृत्वा एतादृशवर्णानि कृतानि अस्तु अग्रे यदि च दर्शितरीत्या पूर्वोक्ताकाङ्क्षा प्रकृतिप्रत्ययोः एव अस्ति ततः तौ द्वौ आदाय पुनश्च द्वितीयासाकाङ्क्षत्वम् इति लेखनेन इदं प्रतिभाति अनयोरपि धात्वाख्यातयोः मिलित्वा अस्ति आकाङ्क्षा द्वितीयान्तस्य. अस्तु, तर्हि दर्शितरीत्या अत्र इत्युक्ते पूर्वोक्ता आकाङ्क्षा प्रकृतिप्रत्ययोः एव अस्ति, इत्युक्ते घटम् इति यदि उदाहरणं स्वीकुर्मः तर्हि तत्र प्रकृतिप्रत्ययोः एव आकाङ्क्षा अस्ति इति यदि पश्यामः चेत् द्वौ द्वौ आदाय एकमेव उदाहरणं भवता उक्तं तद् प्रकृतिप्रत्ययोः इत्यत्र उदाहरणद्वयं वक्तुं शक्यते. गच्छति इति अपि घटम् अथवा गच्छति गम् इति धातुप्रकृतिः ति इति प्रत्ययः. तर्हि घटयोगः अम् इति अनयोः मध्ये आकाङ्क्षा वर्तते, गम् अपि च ति इति अनयोः आकाङ्क्षा वर्तते, तदेव पूर्वं दर्शितं खलु. तदेव दर्शितं प्रकृतिप्रत्ययः एव अस्ति. ततः तौ द्वौ आदाय पुनश्च द्वितीयासाकाङ्क्षत्वम् इति लेखनेन, तर्हि अत्र पूर्वे उपरि अग्रिमे पूर्वस्मिन् वाक्ये लिखितम् अत्र आख्यातान्तम् एव गृहीतं पुनः द्वितीयासाकाङ्क्षात्वं च वर्णितं, तर्हि पुनः अत्र गच्छति अपि च घटम् इत्यत्र प्रकृतिप्रत्ययोः आकाङ्क्षा वर्तते, पुनः द्वितीयासाकाङ्क्षत्वम् अपि वर्णितं, तर्हि तेन इदं प्रतिभाति अनयोः अपि इत्युक्ते प्रकृतिप्रत्ययोः अपि धात्वाख्यातयोः मिलित्वा इत्युक्ते घटम् अपि च गच्छति तत्र मिलित्वा अस्ति आकाङ्क्षा द्वितीयान्तस्य, इत्युक्ते घट अपि च अम् पदद्वयोः अपि द्वितीयान् आकाङ्क्षा अस्ति इति न अनयोः अपि तयोः प्रकृतिप्रत्ययोः इति अत्र किं दत्तमस्ति अनयोः अपि अनयोः अपि धात्वाख्यातयोः मिलित्वा धातु आख्यातयोः धातु आख्यातयोः इत्युक्ते इत्युक्ते अम् अपि च गम् इति नास्ति धातु आख्यातयोः तत्र किम् उदाहरणं गम् अपि च ति खलु गम् अपि च ति इति द्वयम् इति नास्ति धातु अपि च आख्यातम् इति गम् गम् इति स्वयं सकर्मकधातुः अस्ति आं सत्यम् इति कृत्वा तत्र तु भवत्येव किन्तु अस्तु द्वितीयासाकाङ्क्षत्वं कुत्र उक्तम् अनयोपि अनयोपि न न अनयोः द्वितीयासाकाङ्क्षत्वं गम् इति धातुः सकर्मकधातुः अस्ति इति कृत्वा तत्र स्वभावतः भवत्येव द्वितीयासाकाङ्क्षत्वं गम् धातौ वर्तते इति न वक्तव्यं, स्वभावतः धातुः सकर्मकधातुः अस्ति अस्तु प्रत्यये एव वर्तते तर्हि प्रत्यये तर्हि टि इति प्रत्यये साकाङ्क्षत्वं अत्र धातु आख्यातयोः आख्यात इत्यनेन टि सः धातुः अकर्मकधातुः वक्तव्यम् अकर्मकधातुः धातौ मध्ये कः धातुः निरूपयति अत्र दत्तमस्ति निरूपयति अथवा ज्ञा इति धातुः अथवा इष् इति धातुः तयोः ज्ञा इति धातुः अपि च ति इति प्रत्ययः धातु आख्यातयोः तर्हि धातु आख्यातयोः इत्यादि इत्यादि इत्यत्र अधः जानाति इति लिखन्तु तेन वयं ज्ञातुं शक्नुमः ज्ञा इति धातुः अपि च ति इति आख्यातप्रत्ययः मिलित्वा अस्ति आकाङ्क्षा द्वितीयान्तस्य तर्हि द्वितीयान्ते विद्यमानया आकाङ्क्षा कुत्र अस्ति इति चेत् धातु आख्यातयोः मिलित्वा अस्ति सो हि इस् रियली हेव् स्प्लिटिङ्ग् एण्ड् गोयिङ्ग् फर्दर् एण्ड् फर्दर् डीपर् तर्हि रामः वेदं जानाति इत्यत्र वेदम् इति यद्द्वितीयान्तपदमस्ति तस्मिन् पदे विद्यमान आकाङ्क्षा रामः जानाति इति वदामश्चेत् आकाङ्क्षा पूरिता न भवति खलु तर्हि आकाङ्क्षा कुत्र वर्तते द्वितीयान्तपदे वर्तते वेदम् इति वक्तव्यं, यावत्पर्यन्तं वेदम् इति न वदामि तावत्पर्यन्तं रामः जानाति इति वाक्ये शब्दबोधः न जायते। तर्हि अत्र द्वितीयम् अत्र घट वेदम् इति पदं द्वितीयान्तपदं यदस्ति तस्मिन् विद्यमान आकाङ्क्षा कुत्र अधिकृतम् इति चेत् धातु आख्यातयोः मिलित्वा अस्ति। मिलित्वा अत्र आख्याते एव वर्तते अथवा धातौ वर्तते इति नास्ति। अग्निना सिञ्चति इत्यत्र अग्निना इत्यत्र विद्यमान आकाङ्क्षा कुत्र अस्ति? सिच् अपि च ति इति धातुप्रत्ययोः न उभय मिलित्वा न वक्तव्यम्। अत्र क्लेशः कः? अग्निना सिञ्चति इत्यत्र सिञ्च धातौ अस्ति आकाङ्क्षा, केवलं धातौ खलु। अग्निना पचति इति वक्तुं शक्यते खलु? अग्निना पचति, अत्र पश्यतु अग्निना सिञ्चति अग्निना पचति इत्यत्र तिप्रत्यये आख्यातप्रत्यये आकाङ्क्षा नास्ति अग्नेः। उभयत्र ति इति प्रत्ययः वर्तते, अग्निना सिञ्चति अग्निना पचति इति उभयत्र ति इति प्रत्ययः वर्तते, किन्तु अग्निना सिञ्चति इत्यत्र शाब्दबोधः न जायते, अग्निना पचति इत्यत्र शाब्दबोधः जायते। किमर्थम् इति चेत् अत्र धातुनिष्ठः अस्ति। धातुनिष्ठः अस्ति, ति तु द्वयोः उदाहरणे ति इति तु अस्ति, परन्तु तथापि सिञ्चति इत्यत्र शाब्दबोधः न जायते, पचति इत्यत्र एव जायते, अतः पच् इत्यस्मिन् एव आकाङ्क्षा वर्तते। धातौ अस्ति आकाङ्क्षा, केवलं धातुः अस्ति तस्य द्वितीयान्तपदस्य तृतीयान्तपदस्य अग्निना सिञ्चति इत्यत्र तृतीयान्तपदस्य आकाङ्क्षा कुत्र वर्तते, किम् अधिकृत्य वर्तते इति चेत् धातु अधिकृत्य वर्तते। किन्तु अत्र इष् इति धातुः ज्ञा इति धातुः इति एतत् अत्र मिलित्वा धातु आख्यातयोः मिलित्वा अस्ति आकाङ्क्षा। केवलं त्रि इति प्रत्यये नास्ति, केवलं ज्ञा इति धातौ नास्ति, मिलित्वा अस्ति आकाङ्क्षा। अवबुध्यते खलु? द्वितीयान्तस्य आकाङ्क्षा धातु आख्यातयोः मिलित्वा अस्ति। अग्निना सिञ्चति अग्निना पचति इत्यत्र तृतीयान्तपदस्य तृतीयान्तस्य आकाङ्क्षा केवलं धातौ वर्तते। रामः ग्रामं गच्छति इत्यत्र ग्रामम् इति द्वितीयान्तस्य आकाङ्क्षा कुत्र वर्तते? ग्रामं गच्छति इत्यत्र खलु, रामः ग्रामं गच्छति इत्यत्र द्वितीयान्तस्य ग्रामस्य आकाङ्क्षा कुत्र वर्तते? धातौ एव वर्तते खलु, धातौ एव वर्तते इति चिन्तयित्वा वदतु, चिन्तयित्वा वदतु। अत्र ग्रामं ग्रामं गच्छति, तर्हि अन्यत् किमपि ति आख्या ति प्रत्ययेन यदा अन्यत् किमपि प्राप्नोति प्राप्नोति, हा तदेव अहं चिन्तयामि प्राप्नोति, तर्हि तत्रापि शाब्दबोधः जायते खलु, अतः सत्यम् इति कृत्वा मिलित्वा एव भवति खलु, मिलित्वा नास्ति तर्हि धातुः एव धातोः एव खलु, न धातोः एव इति अपि नास्ति, आख्यातप्रत्यये अस्ति। सत्यं सत्यं प्राप्नोति गच्छति, प्राप्नोति गच्छति आप्नोति, इत्यत्र ति इति आख्यातप्रत्ययः अस्ति, यत्किमपि धातुः भवेत् तथापि शाब्दबोधः जायते अतः इति कृत्वा ति अस्तु अत्र ति इति प्रत्ययम् अनुपयुज्य यदि अन्यत् प्रत्ययं वदामः तत्र क्लेशः भवति खलु शाब्दबोधः न जायते सत्यं तादृशं प्रयत्नं करोतु इदानीं रामः रामः ग्रामं अस्तु रामः ग्रामं गच्छ गच्छध्वम् इति यदि अहं वदामि गच्छतः गच्छध्वं गच्छन्ति किमपि रामः ग्रामं गच्छामि इति यदि अहं वदामि तत्र शाब्दबोधः न जायते यद्यपि गम् इति धातुः उचितधातुः अस्ति तथापि रामः ग्रामं गच्छामि इत्यत्र धातौ आकाङ्क्षा नास्ति ग्रामम् इति द्वितीयान्तस्य आख्यातप्रत्यये एव अस्ति अवबुध्यते खलु तर्हि कुत्रचित् धातौ भवति कुत्रचित् आख्यातप्रत्यये एव भवति किन्तु अस्मिन् सन्दर्भे रामः वेदं जानाति रामः पुस्तकम् इच्छति रामः पाठं निरूपयति इति एतेषु सन्दर्भेषु इदानीं द्वितीयान्तपदस्य आकाङ्क्षा कुत्र वर्तते इति चेत् धातु आख्यातयोः मिलित्वा वर्तते इति बोधः इति कृत्वा आकाङ्क्षान्तरस्वीकारः आवश्यकः इति पाठः इत्युक्ते केवलं प्रकृतिप्रत्ययोः मध्ये एव आकाङ्क्षा इति वदामश्चेत् पर्याप्तं नास्ति कुत्रचित् प्रत्यये एव भवति आकाङ्क्षा कुत्रचित् धातु प्रकृतौ एव भवति कुत्रचित् मिलित्वा भवति अवगच्छति खलु समीचीनमस्ति चिन्ता परन्तु एतत् सर्वम् अत्र केवलं शाब्दबोधः कथं कथं जायते तत्र कियत्पर्यन्तं चिन्तयितुं शक्यते इति सो यू केन् कीप् आन् हेर् स्प्लिटिङ्ग् हेर् स्प्लिटिङ्ग् हेर् स्प्लिटिङ्ग् अण्ड् अत्र नियमाः स्वीकर्तुं शक्यते अपि च नियम अधिकाधिकं नियमाः भवन्ति अपवादास्तु भवन्ति एव इति एतावत्पर्यन्तं तेषां चिन्तनमस्ति सो दे हेव् थाट् थ्रू दट् मच् इतोपि अत्र शाब्दबोधः इति नैयायिकानां पुस्तकमेव अस्ति प्रत्येकं कारकं स्वीकृत्य प्रत्येकं सुप्रत्ययं स्वीकृत्य प्रत्येकं तिप्रत्ययं स्वीकृत्य कथम् अर्थबोधः जायते इति तैः चिन्तितं तत्र अण्ड् अत्र मया प्रेषितमासीत् इति भाति मम अत्र देवनाद महोदयः इति तेन शाब्दबोधः इति पाठः द्वादशदिन यावत् पाठितमासीत् तत्र तस्य गुरुः अस्ति ताताचार्यः इति सो देर् he is talking about Shabdabodha not only according to Naiyayikas but according to different mathas advaitina matanusaram katam bhavati Shabdabodha Naiyayikana matanusaram katam bhavati Vaiyakaranana matanusaram katam bhavati Shabdabodha iti patah I will send it again once again today I heard it for maybe 15-20 minutes but initially it was all introductions and all that अत्र कियत्पर्यन्तं चिन्तनं जायमानमस्ति इति अवगम्य तदनन्तरं तत्र शृणोति चेत् इतोपि अर्थबोधः जायते सो लैक् दिस् एव्रिबडि हेस् गाट् देर् ओन् व्यू सकर्मकधातुः अकर्मकधातुः तर्हि द्वितीयान्तपदं द्वितीयान्तपदस्य आकाङ्क्षा कुत्र अस्ति कुत्रचित् धातौ अस्ति कुत्रचित् आख्यातप्रत्ययः अस्ति कुत्रचित् उभयत्र अस्ति इति नैयायिकाः यथा चिन्तिताः तादृशम् अन्ये दार्शनिकाः अपि चिन्तयन्ति अण्ड् वन्स् यु स्टार्ट् अण्डर्स्टाण्डिङ्ग् दट् यु विल् अण्डर्स्टाण्ड् वै दर् इस् अ डिफरेन्स् अण्ड् तत्र प्रत्येकं दार्शनिकस्य हेतुः अस्ति। यदि एतादृशं वदेम तदा अत्र अपवादः भवति, अतिव्याप्तिः भवति, अव्याप्तिः भवति, दोषः भवति इति कृत्वा परिष्कर्तव्यम् इति ते परिष्कुर्वन्ति। हा, सो यु सी हौ इवाल्व्ड् दि लाङ्ग्वेजेस् अण्ड् वि आल् थिङ्क् यु नो वि जस्ट् रीड् संथिङ्ग् अण्ड् वि अण्डर्स्टाण्ड्। So we have to understand all this first, and then when you go and read Upanishad, once you hear the word Tattvamasi, now up until now everybody understands what is Tattvamasi. Everybody will translate as that thou art. Kintu atra tat iti prathama vibhakti ekavachanam, tvam iti prathama vibhakti ekavachanam, asi iti kriyapadam. तर्हि तत्र उद्देश्यविधेयभावः अस्ति वा विशेषणविशेषभावः अस्ति वा सामानाधिकरण्यमस्ति वा? सामान्याधिकरण्यमस्ति चेत् कुत्र अस्ति? असि इत्यत्र अकर्मकधातुः, इदानीं सु औजस् अम् न अत्र तिप्तजि सिप् इति प्रत्ययः अस्ति खलु, तस्य प्रत्ययस्य अर्थः कः? इफ् यु स्टार्ट् थिङ्किङ्ग् लैक् दिस् देन् यु विल् हाव् अ मच् डीपर् अण्डर्स्टाण्डिङ्ग्, otherwise you will simply say that thou are. Ha, iti tu asti. Astu, samayah jata atrasya game, ito api agresare me. Sarve bhyo namaskara, dhanyavadas.